पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 65 शेष उवाच क्षणान्मूर्च्छां जहौ वीरशत्रुघ्नः समराङ्गणे अन्येऽपि वीरा बलिनो मूर्च्छां प्राप्ता सुजीविताः शत्रुघ्नो वाजिनां श्रेष्ठं ददर्श पुरतस्थितम् आत्मानं च शिरस्त्राणरहितं सैन्यजीवितं वीक्ष्य चित्रमिदं स्वान्ते चकार च जगादः सुमतिं मन्त्रिणां श्रेष्ठं मूर्च्छा विरहितं तदा कृपां कृत्वा हयं प्रादाद्बालो यज्ञस्य पूर्तये गच्छाम रामं तरसा हयागमनकाङ्क्षिणम् इत्युक्त्वा स रथे स्थित्वा हयमादाय वेगदः ययौ तदाश्रमाद्दूरं भेरी शङ्खविवर्जितः तत् पृष्ठदो महासैन्यं चतुरङ्कसमन्वितं चचाल कुर्वन् सम्भग्नं स्वभारेण फणीश्वरं जवेन जाह्नवीं तीर्त्वा कल्लोलजलशालिनीं जगाम विषये स्वीये स्वकीयजनशोभिते पुष्कलेन युधो राजा सुरथेन समन्वितः रथे मणिमये तिष्ठन् महत्कोदण्डधारकः हयं तं पुरध कृत्वा रत्नमाला विभूषितं श्वेतादपत्रं तस्यैव मूर्ध्नि चामरभूषितम् अनेकरथसाहस्रैः परितो बलिभिर्नृपैः उद्यत्कोदण्डललितैर्वीरनादविभूषितैः क्रमेण नगरीं प्राप सूर्यवंशविदूषिताम् अनेकैकेदुभिश्रेष्ठैर्भूषितां दुर्गराजिताम् राम श्रुत्वा हयं प्राप्तं शत्रुघ्नेन सहामुना पुष्कलेन च वीरेण ययौ हर्षमनेकथा कटकं निर्दिशदेशासौ सदुरङ्गं महाबलं लक्ष्मणं प्रेषयामास भ्रातरं बलिनां वरम् लक्ष्मणसैन्यसहितो गत्वा भ्रातरमागतं परिरेभे मुदाक्रान्तः क्षदशोभितगात्रकं सर्वत्र कुशलं पृष्ठो वार्तां चात्र चकारसः परमं हर्षमापन्नः शत्रुघ्नः सङ्गतो मुदा सौमित्रिस्वरधे स्थित्वा भ्रात्रा सह महामनः सैन्येन महदा वीरो ययौ स्वनगरीं प्रति सरयूः पुण्यसलिला पवित्रिदजगत्त्रया रामपादरजःपूता शरश्चन्द्रसमप्रभा हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता विचित्रतरवर्णैश्च पक्षिभिर्नादिदाभृशं मण्डपास्तत्र बहुशो रामचन्द्रेण कारिताः ब्राह्मणानां वेदविदां पृथक्पाठनिनादकाः क्षत्रियास्तत्र बहवो धनुः पाणिसुशोभिताः ज्याटङ्कारेण बहुना नादयन्तो महीतलम् भुञ्जदे ब्राह्मणा यत्र विचित्रान्नैर्मनोहरैः परस्परं प्रपश्यन्तो वार्तां चक्रुर्मनोहरां पायसान्नानि शुभ्राणि चन्द्रकान्तिसमानि च क्षीराज्यबहुयुक्तानि शर्करामिश्रितानि च अपूपास्तत्र बहुलाश्चन्द्रबिम्बसमाश्रिया कर्पूरादिसुगन्धेन वासिता सुमनोहराः फेनिका खडका स्निग्धाः शतच्छिद्रा विरन्ध्रकाः शष्कुल्यो मण्डकामृष्टा मधुरान्नसमन्विताः भक्तं कुमुदसङ्काशं मुद्गदालिविमिश्रितं सुगन्धेन समायुक्तमत्यन्तं प्रीतिदायकम् ओदनोदधिनायुक्तो भीमसेन समन्वितः स्वादुपाककरैः सृष्टः पात्रे मुक्तः प्रवेशकैः तत्र केचिद्विजाः पात्रे निक्षिप्तं वीक्ष्य पायसं परस्परं ते प्रत्यूजु किमिदं दृश्यतेऽद्भुतम् किं चन्द्रबिम्बं नभः सः पतितं तमसोभयाद् अमृतं तु भवत्यत्र मृत्युनाशकमद्भुतं तच्छ्रुत्वा रोषताम्राक्षः प्रोवाचान्यो द्विजोत्तमः न भवत्येव चन्द्रस्य बिम्बं त्वमृदविप्लुतम् एकमिन्दोर्वपुस्त्वेदृश्यते सदृशं कथं ब्राह्मणानां सहस्रस्य पात्रे पात्रे पृथक् पृथक् तदो जानीहि कुमुदं कर्पूरं वा भविष्यति मा जानीहि मृगाङ्कस्य बिम्बं शुभ्रश्रियान्वितम् तावदन्यो रुषाक्रान्तो धुन्वन्स्वं मस्तकं तथा न जानन्ति द्विजामूठा स्वादुज्ञाना विचक्षणाः इदं तु क्षौद्रकन्दस्य रसने परिपाचितं जानीहि शतपत्रस्य पुष्पाणि मधुराणि च एवं परस्परं विप्राक्कन्दमूलफलाशिनः तर्कयन्ति मुने प्रीता रसज्ञानेति लोलुपाः तावदन्यो द्विजप्राहक्षत्रियाणां वरं जनुः भोक्ष्यन्ते तादृशं त्वन्नं महत्पुण्यैरुपस्कृतम् तदा तं प्राब्रवीद्विप्रो दत्तस्य फलमीदृश्यं ये ददत्यग्रजन्मभ्यप्राप्नुवन्ति त ईप्सितं यैरर्चितो नैव हरिर्नैवेद्यैर्विविधैर्मुहुः तेषामेतादृश्यं भोज्यं न भवे दक्षिगोचरम् यैर्नरैरग्रजन्मानो भोजिदा विविधैरसैः भुञ्चते ते स्वादुरसं पापिनां चक्षुरुच्छितम् एवं विधैरसैर्मिष्ठैर्भोजिता द्विजसत्तमाः मण्डपे विपठं तस्ते शब्दब्रह्मविचक्षणाः नृत्यन्त्येके हसन्त्येके नदन्त्येके प्रकर्षिताः उत्सवो बहुरुद्भाति तत्र शत्रुघ्न आगमद रामशत्रुघ्नमायान्तं पुष्कलेन समन्वितं निरीक्ष्य मुदमुद्भुदां रक्षितुं नाशकत्तदा यावदुत्तिष्ठदे रामो भ्रातरं हयपालकम् तावद्रामपदे लग्नशत्रुघ्नो भ्रातृवत्सलः पादयोपदिदं वीक्ष्य भ्रातरं विनयान्वितं परिरेभे दृढं पीतः क्षतसंशोभिताङ्गकम् अश्रूणि बहुधा मुञ्जन् हर्षाचिरशिराकवः अत्यन्तं परमां प्राप मुदं वचनदूरगां पुष्कलं स्वीयपदयोर्नम्रं विनयविह्वलः सुदृढं भुजयोर्मध्ये विनीया पीडयद्भृशं हनुमन्तं तदा वीरं सुग्रीवं चाङ्गदं तथा लक्ष्मीनिधिं जनकजम् प्रतापाग्र्यं रिपुञ्जयम् सुबाहुं सुमदं वीरं विमलं नीलरत्नकं सत्यवन्दं वीरमणिं सुरथं रामसेवकम् अन्यानपि महाभागान् रघुनाथस्वयं तदा परिरेभे दृढं स्निग्धान् पादयोः प्रणतान्नृपान् सुमदिश्रीरघुपदिं भक्तानुग्रहकारकं परिरभ्य दृढं प्रीतः सम्मुखे तिष्ठदुन्नतः तदा रामो निजामात्यं वीक्ष्य सान्निध्यमागतम् उवाच परमप्रीत्या मम तृणं वदतां वरः सुमदे मम तृणां श्रेष्ठ शंशमे वाग्मिनां वर क एदे भूमिपाः सर्वे कथमत्र समागताः कुत्र कुत्र हयः प्राप्तः केन केन नियन्त्रितः कथं वै मोचितो भ्रात्रा महाबलसुशालिना शेष उवाच इत्युक्तो मन्त्रिणां श्रेष्ठसुमदिःप्राह राघवं प्रहसन् मेघगम्भीरनादेन च सुबुद्धिमान् सुमदिरुवाच सर्वज्ञस्य पुरस्तेद्य मया कथमुदीर्यते पृच्छसि त्वं लोकरीत्या सर्वं जानासि सर्वदृक् तथापि तव निर्देशं शिरस्याधाय सर्वदा ब्रवीमि तच्छृणुष्वाद्य सर्वराजशिरोमणि त्वत्प्रसादादहो स्वामिन् सर्वत्र जगदीतले परिबभ्रामते वाहो भालपत्र सुशोभितः न कश्चित्तं निजग्राहस्वनामबलदर्पितः स्वं स्वं राज्यं समर्प्याथ प्रणेमुस्ते पदाम्बुजम् को वा रावणदैत्येन्द्र निहन्तुर्वाजिसत्तमम् गृह्णादि विजयाकाङ्क्षी जरामरणवर्जितः अहिच्छत्रां गदस्तावत्तव वाजी मनोरमः तद्राजा सुमदश्रुत्वा हयं प्राप्तं तव प्रभो सपुत्रप्रबलः सर्वसैन्येन बलिनावृतः सर्वं समर्पयामास राज्यं निहतकण्टकं यो राजा जगदां नेत्रीं मातरं जगदम्बिकां प्रसाद्य चिरमायुष्यं लेभे राज्यमकण्टकं स एष त्वां प्रणमदि सुमदः प्रभुसेवितं तं गृहाण कृपादृष्ट्या चिराद्दर्शनकाङ्क्षकं तद सुबाहुभूपस्य नगरे बलपूरिते दमनस्तस्य वै पुत्रः प्रजग्राह हयोत्तमम् तेन साकं महद्युद्धं बभूव दमनेन च पुष्कलो जयमापेदे सम्मूर्च्य सुभुजात्मजम् तदसु बाहुः संक्रुद्धो रणे पवनजं बलाद युयुधे तव पादाब्जसेवकं बलिनां वरम् तस्य पादाहदो ज्ञानं प्राप्य शापतिरस्कृतं तुभ्यं समर्प्य सकलं वाजिनः पालको भवद यशत्वां सुभुजो राजा प्रणमत्युन्नताङ्गकः कृपा दृष्ट्याभिषिञ्चत्वं सुबाहुं नयकोविदम् तदो मुक्तो हयोरेवाह्रदेशनिममज्जः यत्र प्राप्तं मोहनास्त्रं शत्रुघ्नेन बलीयसा तदो देवपुरे प्रागाच्छिववासविभूषिते तत्रत्यं तु विजानासि यतस्त्वं तत्र चागतः विद्युन्माली हदो दैत्यसत्यवान् सङ्कतस्ततः सुरथेन समं युद्धं जानासि त्वं महामदे तद कुण्डलकान्मुक्तो हयो बभ्राम सर्वतः न कश्चित्तं निजग्राहस्ववीर्यबलदर्पितः वाल्मीकेराश्रमे रम्ये हयप्राप्तो मनोरमः तत्र यत्कुतुकं जातं तच्छृणुष्व नरोत्तम तत्रार्भस्तव सारूप्यं बिभ्रत् षोडशवार्षिकः जग्राहवीक्ष्य पत्राङ्गं वाजिनं बलवत्तमः तत्र कालजिदायुद्धं महज्जातं नरोत्तम निहतस्तेन वीर्येण शितधारेण हेदिना अनेके निहदात्सङ्ख्ये पुष्कलाद्या महाबलाः मूर्छितं चापि शत्रुघ्नं चक्रे वीरशिरोमणिः तदा राजा महद्दुःखं विचार्य हृदि संयुगे कोपेन मूर्छितं चक्रे वीरो हि बलिनां वरः स यावन्मूर्छितो राज्ञा तावदन्यः समागतः तेनैतेन च संजीव्य नाशितं कटकं तव सर्वेषां मूर्छितानां तु शास्त्राण्याभरणानि च गृहीत्वा वानरौ बद्धौ जग्मदुःस्वाश्रमं प्रति कृपां कृत्वा पुनस्तेन दत्तोऽश्वो यज्ञियो महान् जीवनं प्रापितं सर्वं कटकं नष्टजीवितम् वयं गृहीत्वा तं वाहं प्राप्तास्तव समीपतः ये ददेव मया ज्ञातं तदुक्तं ते पुरो वचः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे सुमदिनिवेदनं नाम पञ्चषष्टितमोऽध्यायः ॐ